किमर्थं न प्रेषितवती साधु? किं भगिनि? भवत्या ई पत्रं न प्राप्तम् अद्य साधु? अहं विस्मृतवती अद्य. क्षम्यतां. विमला भगिनी आगमिष्यति मन्ये ई पत्रं प्रेषयति. मणिमहोदय सर्वे स्मः. नमस्कारः महोदय. धातूनां लुट्लकाररूपसिद्धिः इति आरभ्य खलु. वयं तु गुहुधातूनां रूपं वयं गते सप्ताहे कृतवन्तः खलु, गुहु इति धातोः. किं पठनीयं भगिनि? निजन्तदातूनां निजन्तदातूनां लुट्लकारस्य रूपसिद्धिः. चुरादिगणे स्वार्थे निच् चेदपि, प्रेरणार्थे निच् चेदपि, यत्र यत्र निच् सम्बन्धरूपमपेक्षितं तत्र तत्र पद्मकार्यमस्ति धातुतः निचः विधानम्. अतः लुट् लकारस्य प्रसङ्गे सति सर्वप्रथमं निजन्तदातुः सिद्धयति, तदा एव लुट् लकार लट्लकारसम्बन्धकार्यं. सर्वे निजन्तदातवः अनेकाचः इकारान्तः च. वयं जानीमः निजन्तदातवः चुरादिगणे अपि स्वार्थे नेचितेन आगच्छति. अन्य अस्ति प्रेरणार्थे निच् इत्यपि. अत्र निच् सम्बन्ध कार्यं प्रथमं भवति धातुतः निच् विधिनेन. अत्र वयं जानीमः अतौपदाः सूत्रकार्यं करोति, परन्तु निजन्ताने सामान्यतया सर्वे निजन्तदातवः अनेकाचः इकारान्तः च. फलतः लुट् तास् यदा आयाति तावत् पूर्वम् अनेकाच् इकारान्तदातुः वर्तते एव. अनेकाच् इति कृत्वा सेत् इकारान्त इति कृत्वा सार्वधातुक आदधातुकयो इति सूत्रस्य कार्यक्षेत्रं. धातुः सेत् ताश्च वलादि इत्यस्य इदागमः भवति एव इति कृत्वा गुणकार्यानन्तरं यचो यावयः इति सूत्रस्य अवसरः. एवं सति निजन्तदातूनां लुट्लकारस्य रूपसिद्धिमार्गं सर्वत्र समानः एव. वयं पठितवन्तः पूर्वं लुट्लकारे थास् प्रति आगच्छति. निजन्तदातवः सर्वे अनेकाच् अस्ति, ततः सर्वे सेतः तकार इति अनेकात् कृत्वा सेत् इकारान्तदातवः. ततः प्रथमं गुण अङ्गकार्यमस्ति सार्वधातु आर्तधातुकयोः सूत्रेण एकवर्णस्य गुणः भवति. तदनन्तरं थास् प्रत्ययः वलादिप्रत्ययः अथवा अतः इदागमः भवति. तदनन्तरं येचो यावयावः इति सूत्रस्य अवसरः भवति. अत्र पठामः चुर्धातु चुर् योगः निच् चोरि इति अनेकाच् इकारान्तधातुः. अतः अनेकाच् अतः सेट् चोरि युग इत चोरि अङ्गम् इकारान्ताङ्गं. तत्र सर्वधातुक आर्धधातुकयोः इति सूत्रेण कार्यचित् चोरे युग इत धातु सेट् तस्ताश्च वलादि इत्यतः इदागमः भवति एव. चोरि चोरे योगः इ चो गुण भूत्वा चोरै चोरय इता चोरयिता इति रूपं निष्पन्नं भवति. तदेव भगिनि. आं भगिनि, प्रथमं तु महोदय किञ्चित् पूर्वमेव तत्र इता इति योजितवान्, अनन्तरम् अपि न अवगतम्. आं तत्र तु चोरी इति अनेका चिकारान्तदातुः, तदनन्तरं ता इति एव लेखनीयं खलु. इडागमस्य विषये अनन्तरम् उक्तवान् इति कृत्वा चोरियोगः ता इति उक्त्वा इगन्तः अस्ति इति कृत्वा सार्धातुकार्धातुकयोः इत्यनेन गुणकार्यं चोरे योगः ता इत्यस्मिन् अधुना सेट् अस्ति स्टाफलादिः इति कृत्वा अत्र इडागमः इति कृत्वा इता इति चोरे योगः इता इति कृत्वा अनन्तरं सन्धिकार्यं भवति एकार एकार आं त्रिषु रूपे किमस्ति पुरुषेषु तथा च सर्वेभ्यः दातव्य लुट् लकारस्य त्रिषु अपि पुरुषेषु त्रिषु च वचनेषु प्रथमपुरुष चोरयता चोरीयतारौ चोरयतारः चोर मध्यमपुरुष चोरयतासि चोरयितास्थः चोरयितस्थः चोरे चोरयितास्त उत्तमपुरुष चोरयितास्मि चोरयिस्ति चोरयितास्वः चोरयितम् आस्मः आत्मनेपदे चोरयिता चोरयितारौ चोरयितारः पदमपुरुषसमानमेव चोरयितासे चोरयितासाथे चोरयिताद्वे उत्तमपुरुषे चोरहिता चोरयिताहे चोरहितास्वहे चोरयितास्महे किन्तु इतः पूर्वम् एतानि रूपाणि अहं वयं कुत्रचिदपि न दृष्टवन्तः किन्तु काव्येषु पठितवन्तः दृष्टवन्तः केवलं प्रथमपुरुषे एव वचनं पठितवन्तः न महोदय आरम्भे पठितवन्तः लुट्लकारस्य आरम्भे न यदि वयं काव्येषु दृष्टवन्तः वा इति कुत्रचिदपि व्याकरणरीत्या वयम् अधुना पठामः किन्तु काव्येषु एतादृशरूपाणां प्रयोगः कुत्रचित् अपि दृष्टवन्तः वा इति धातु अहं न चिन्तयामि परन्तु आरम्भे रुट्लकारस्य आरम्भे रूपमपि पठितवन्तः न महोदय काव्येषु अत्र न मम प्रश्नः तु काव्येषु पठितवन्तः वा इति अन्यत्र मम तु प्रश्नः एव नास्ति अत्र सनन्दधातूनां लुट्लकारस्य रूपस्थितिः सर्वेषां सनन्दधातूनाम् अन्तिमवर्णः अकारः इत्युक्तौ सर्वे सनन्दधातवः अदन्ताः तदर्थं लुट्लकारस्य व्यवसायां दास् प्रत्यये आदधातुके सति अतो लोपो इत्यस्य प्रसक्तिः प्राप्तिः भवति एव तस्मात् सन्नन्दधातोः अन्तेः यः अकारः तस्य लोपः सन्नन्दधातुः स सदा अनेकाच् इति कृत्वा सर्वे सन्नन्दधातवः सेट् एवं सति सन्नन्दधातूनां लुट्लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः यदा पूर्वं पठितवन्तः निच् प्रत्ययः सेटः अनेकः सेटः इति तदेव अत्रापि कार्यं भवति सन्नन्दधातूनाम् अन्तिमवर्णः अकारः भवति अनन्तरं आदधातुके प्रत्यये परि अधोलोपो इति कार्यं भवितुम् अर्हति अत्र अत्र अकारः लोपो भवति अतो लोपो इत्यनेन अनन्तरम् इदानीं सनन्दधातव सेट् अनेकाच् सेट् लुट्लकारः कार्यम् अधो दत्तम् उदाहरणेन दत्तमपि तदा जिगमिषयोहयिता अतो लोपः इत्यस्य अदन्तङ्गस्य रस्व अकारः लोपो भवति आदधातुकप्रत्यये परे जिगमिष् योः इता जिगमिषिता अत्र अधोलोप इति सूत्रेण जिगमिष् इति धातु मध्ये अन्तिम अकारः लोपो भवति अनन्तरं जिगमिष् योः इता जिगमिषिता जिगमिषिता इति रूपम् एवमेव त्रिषु पुरुषेषु त्रिषु वचनेषु च जिगमिषिता जिगमिष्टारौ जिगमिष्ट जिगमिषितारः इति प्रथमपुरुषे त्रीणि रूपाणि भवन्ति अन्यरूपेणापि वा महोदय? जिगमिषासि, जिगमिषा, जिगमिष्टासि, जिगमिष्टासः, न न जिगमिषि अपि योजनीयं खलु, जिगमिषि तासि, जिगमिषि तास्तः, जिगमिषि थास्त इति तथा खलु, जिगमिषः मध्यमपुरुषे वदामि, जिगमिषस्तासि, जिगमिषास्तः, जिगमिषासि इति नास्ति, जिगमिषि इति उच्चारणं, शकारस्य उच्चारणं नास्ति, तदपि उच्चारयति वा, जिगमिषि तासि, जिगमिषि तास्तः इति तथा खलु? जिगमिषि तासि, जिगमिषि तास्तः, जिगमिषि तास्त, अनन्तरम् उत्तमपुरुषे जिगमिष्टामि, जिगमिषि तास्मि, जिगमिषि तास्वः, जिगमिषि तास्मः। सर्वे अपि किम् अत्र परस्मैपदिनः सन्ति खलु? ओ सनन्द आत्मैपदीरूपं न भवति वा महोदय? धन्यवादः महोदय। अस्तु महोदय, अग्रे गच्छामः। सर्वे भगिनी पठति वा भगिनी, चिन्मला भगिनी पठति वा भगिनी? धन्यवादः महोदय। विमला भगिनी एकनिमिषं भगिनि, कुत्र स्मः इति तिङन्तधातूनां लुट् लकाररूपसिद्धिः इति, निमिषद्वयम् अपेक्षते, केवलनिमिषद्वयम्। अत्र जिगमिष तत्र सन्ति किल, तत् कृतं सनन्त, हा अतोलोपः अग्रिमपि अग्रिमबिन्दुः, यङन्तधातूनाम्, अस्तु, यङन्तधातूनां लुट् लकारस्य रूपसिद्धिः, सर्वेषां यङन्तधातूनाम् अन्तिमवर्णः अकारः इत्युक्तौ सर्वे यङन्तधातवः अदन्ताः, यङ् प्रत्ययात् पूर्वं यः वर्णः सः अच् वर्णः चेत् लुट् लकारस्य रूपमेव, यङ् प्रत्ययात् पूर्वं सैव तत्र लिखितं, द्विवारं लिखितं, तदर्थं लुट् लकारस्य विवक्षायां तास् प्रत्यये आदधातुके सति अतोलोप इत्यस्य प्रसक्तिश्च प्राप्तिश्च भवति एव, तस्मात् यङन्तधातोः अन्ते यः अकारः तस्य लोपः, यङन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे सेटः, एवं सति यङन्तधातूनां लुट् लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः, यथा नेनीय इति यङन्तधातुः, योगः इता, अतोलोपः नेनै इति अवशिष्यते, नेनै योग इता, नेनीयिता इति रूपसिद्धिः, एवमेव लोलूय इता, लोलोय् इता, लोलूयित, लोलूयिता भवेत् भवति, मोभूय मोभूय् भवति अदन्तस्य अतः लोपः भूत्वा बोभूयिता इति अवशिष्यते, सर्वाणि रूपाणि वदति वा भगिनि? समान सर्वाणि, हा अस्तु, लोलूयिता लोलूयितारो लोलूयिता, ता तारो तास् तास् तार लोलूयितारः, लोलूयि ता तारो तारः तास् तासि, लोलूयितास्ति लोलूयितास्थः लोलूयितास्थ, लोलूयितास्मि लोलूयितास्वः लोलूयितास्मः। यङन्तधातवः अपि सर्वे परस्मैपदिनः भवन्ति खलु? न जानामि भगिनि, तथा तथा अस्ति किं यङन्त पठितवन्तः, यत् अस्ति चेत् केवलं परस्मैपदि किम् यत् यङ्ग् लुक् यङ्गन्तधातु भवति किल, ञत्वात् किं भवति इति न स्मरामि. क्षम्यतां, सर्वे तु आत्मनेपदिनः भवन्ति. सनन्ताः परस्मैपदिनः भवन्ति, यङन्ताः आत्मनेपदिनः भवन्ति. ओ, अनुदात्तनिपदम् इति सूत्रेण. केन सूत्रे? अनुदात्तङ्गीते आत्मनेपदम्. आं भगिनि, तस्मात् रूपं तथा नास्ति. लोलुयिता लोलुयितारो लोलुयितारः, लोलुयितासे तासा लोलुयितासाथे, लोलुयिता द्वे लोलुयिताहे, लोलुयितास्वहे लोलुयितास्महे इति अनुदात्तहितात्मनेपदमिति. तेन कारणेन आत्मनेपदि भवन्ति. परन्तु सनन्तधातवः परस्मैपदि इति भवता उक्तं भवत्या. पश्चात् पठनीयं किं यङ् प्रत्ययात् यस्य हलः. यङ् प्रत्ययात् पूर्वः यः वर्णः सः हल् वर्णः चेत् लुट्लकारस्य रूपम् एवं यस्य हलः. हल् उत्तर य शब्दलोपो भवति आर्धधातुकप्रत्यये परे. अनेन य इत्यस्य लोपः यथा बेभिद्य इति अस्ति, तत्र यकारलोपभूत बेभिद् इति शिष्यते. योगः इता बेभिदिता इति, तथैव बाभ्रश्य इता यस्य हलः. इत्यनेन हल् उत्तर यशब्दलोपो भूत्वा आर्धधातुके प्रत्यये परे बाभ्रश् इता बाभ्रशिता. एवमेव दन्द्रमिता चङ्क्रमिता ले लिखिता पापठिता वावशिता नेनिजिता नेनिजिता वेविधिता मोमुदिता. अत्र ध्येयं सर्वाणि समानरूपाणि. इता इति हल् उत्तरस्य यकारलोपो भूत्वा इता इति संयोगेन समानरूपाणि. अत्र ध्येयं यत् य शब्दस्य लोपानन्तरम् उगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणप्रसक्तिर्भवति स्म. परन्तु अत्र सूत्रमेव अस्ति. पठामि, अन्य कोऽपि पठति महोदय. अचः परस्मिन् पूर्वविधौ परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अचः स्थाने यः आदेशः स अजादेशः. यस्य स्थाने आदेशः आदेशः विधीयते सः स्थाने अजादेशः स्थानिवत्. नाम यः आदेशः अचस्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी. पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषः तस्मिन् पूर्वविधौ. पूर्वविधौ इति विषयसप्तमी. पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषः तस्मिन् पूर्वविधौ. अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तम्. अचः पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रं. स्थानिवदादेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेश इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति. समीचीनं खलु. अत्र अजादेशः यकारस्य स्थाने, क्षम्यताम्, अकारस्य स्थाने यस्य य इति पूर्वशब्दस्य लोपः भवति. तत्र य प्लस् अ अकारस्य लोपः भवति. तेन कारणेन यदि पूर्वयकारलोपः भवति तदा पुगन्तलघु उपदस्य इति तत्र आगत्य कार्यं कर्तुं उद्युक्तः चेदपि कार्यं न भवति, यतोहि यत् अचः लुप्तः तत् स्थानिवत् भूत्वा तत् कार्यं निषिध्यति, कार्यस्य निषेधं करोति. मोमुद्य इत्यस्मिन् यदि अत्र गुन्तलघुपदस्य आगत्य कार्यं कर्तुं यदा प्रभवति तदा तु मोमुद इति पश्यति, न तु मोमुद् इति पश्यति. मोमोद इति कर्तुम् उद्युक्तः भवति, उद्युक्तः भवति, परन्तु तत् न भवति यतोहि यत् अचः लोपः भवति तद् लुप्तः अचः स्थानिवत् भूत्वा तत्र एव तिष्ठति इति कार्यं भवति. पूर्वविधौ कर्तव्यौ, पूर्वविधौ, पूर्वविधौ. अत्र यदा पुगन्तलघुपदस्य च इत्यनेन उपधायां श्रितस्य लघु इकः गुणः जायमानः तदा तास् निमित्तं मत्वा अल्लोपः स्थानिवत् भवति, अतः उपधागुणः न सम्भवति. यस्य हलः हलुत्तरस्य य शब्दस्य लोपो भवति आर्धधातुके प्रत्यये परे. यस्य षष्ट्यन्तं हलः पञ्चम्यन्तं द्विपदमिदं सूत्रम्. अतो लोप इत्यस्मात् लोप इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य लोपः आर्धधातुके इति अस्ति. अन्यकोपि पठति वा? सरला भगिनी पठति. भगिनी मम एकः प्रश्नः अस्ति. इदानीं यस्य हल यथा उदाहरणमस्ति मुद्ययोगयिता, यस्य हल अनेन केवलं कारस्य लोप नास्ति, सम्पूर्ण य शब्दस्य लोप अस्ति, यकार अकार द्वयोः. तत् इदानीं केवलं य अपि वयं वदामः तिष्ठति स्थानिवद् भवति वा केवलम् अकार स्थानिवद् भवति? यकारादेशः एव स्थानिवद् भवति, न तु यकारादेशः खलु भगिनि इति कृत्वा केवलम् अकारम् एवं पश्यति इति मम अवगमनम्. अत्र सूत्रे तु अजादेशः इत्येव उक्तमस्ति. यदि हल् वर्णं पूर्वविधिः अस्ति तस्य यस्य हल य इति शब्दस्य लोप भवति आद परनिमित्तिकम् इति आदधातुकप्रत्ययिता अस्ति. पूर्वविधिः अस्ति यस्य हल य पूर्वविधिः तु पुगन्तलघुपदस्य चेत् पूर्वविधिः न भगिनि. पूर्व पुगन्तलघुपद्यस्य भवति तृतीयकाले यत् भवति तस्य कार्यनिमित्तिकः अजादेशः स्थानि. अत्र परानिमित्तिकः अजादेशः केन सूत्रेण भवति? यस्य हलः इत्यनेन परनिमित्तिकः अजादेशः भवति खलु. यस्य हलः इति सूत्रेण आर्धधातुके इति कृत्वा आर्धधातुके ईता इति परनिमित्तिकमस्ति द्वयोः कृते. यस्य हल इति सूत्रमस्ति खलु, सूत्रेण परनिमित्तिकः अजादेशः जायते. कः आदेशः अकारस्य स्थाने यकार अकारयोः? न केवलम् अजादेश न, मम प्रश्नः अस्ति अजादेश न केवलम् अस्ति य इति शब्द पूर्ण य शब्दस्य लोप भवति तद् भवति अजादेश परनिमित्तिक. किन्तु य इत्यनेन वयं किं जानीमः इत्युक्ते यकार अकारः इति जानीमः खलु. तर्हि अत्र यकारस्य तु लोपः यकार अकारयोः स्थाने लोपादेशः जायते. आम् आम्. अधुना अत्र अजादेशः यकारस्य विषये अत्र तु न उक्तं, प्राचः परस्मै पूर्वविधौ इत्यस्मिन् यकारस्य विषये न उक्तं. किन्तु यः अजादेशः जायते, यः भागः अस्ति अजादेशः, तत्तु स्थानिवद् भवति. कदा भवति? उगन्तलघुपदस्य च यदा कार्यं कर्तुम् इच्छति, पूर्वविधिः अस्ति. पूर्वम् इत्युक्ते कार्यक्षेत्रम् अस्माकं तु य इत्यस्मिन् आसीत् अस्माकं कार्यक्षेत्रं कार्यं खलु, तत्र स्थानी अस्ति. तर्हि स्थानिनः पूर्वम् आगत्य पुगन्तपूर्वविधौ इत्युक्ते पूर्वम् आगत्य तस्मात् पूर्वं पुगन्तलघुपदस्य च तत्र उपदा उकारस्य स्थाने आगत्य कर्तुम् इच्छति तदा तु तस्य पुगन्तलघुपदस्य च इति सूत्रस्य दृष्ट्या यः अजादेशः अजादेशः इत्युक्ते अकारस्य स्थाने लोपादेशः जातः, तत्तु पूर्वस्थानि किं स्थानिवत् एव पश्यति इत्युक्ते तत्र अकारः एव पश्यति तत्तु. अहम् अवगच्छामि भगिनि तत्, किन्तु यथा वयं किमर्थं नास्ति इति पृच्छति खलु यकारम् अहं अहं यथा स्थानिवत् आदेशो अनल् विदोरात् अल् विधि यदस्ति वयं केवलम् एकवर्ण एव स्वीकुर्मः. इदानीं वर्णद्वयम् अस्ति अत्र, यकार अकारद्वयो इति मम इति च अहं पृच्छामि. तत्र ममकम् इति अहम् अवगच्छामि किमस्ति, अजादेशः अस्ति अकार तत् एव गृहीतं य अपि तस्मिन् आगच्छति. अचः आदेशस्थानिवत् परस्मिन् पूर्वविधौ अस्मिन् सूत्रे अल्विधि अनल्विधि तस्य कोऽपि महत्त्वं नास्ति साधु. यथा स्थानिवत् आदेशो अनल्विधौ, तत्र अल्विधि अस्ति त स्थानिवत् न भवति पूर्वसूत्रस्य स्थानिवत् आदेशो अनल्विधौ. अच आदेशस्थानिवत् परस्मिन् पूर्वविधौ अस् एतत् सूत्र आदाय अल्विधि भवे वा अनल्विधि भवे तस्य कोऽपि महत्त्वं नास्ति, आदेश स्थानिवत् एव भवति तत्र द्वयोः इति अपवादत्वेन आगच्छति. अच आदेशस्थानिवत् परस्मिन् पूर्वविधौ स्थानिवत् आदेशो अनल्विधौ इति सूत्रम् अल्विधि अस्ति यथा इदानीं पुगन्तलघुपदे अल्विधि अस्ति साधु, स्थानिवत् आदेश अनल्विधो न कार्यं करोति तत्र. सरला भगिनि तदेव अत्र द्वौ वर्णौ, एकवर्णः अकारः यकारः उत्तरवति अकारः, अनन्तरम् उकारः उपदेशे द्विवर्णः अल् वर्णः अनल् वर्णः नाट् यकारः अलामृत् अकारः. तदेव अन्य अन्य सूत्रमपि प्रश्नः अस्ति अल् विधिः अस्ति वा इति. अल् विधिः नास्ति, अनल् विधिः एव अनल् विधिः एव. अनन्तरं लघुपदस्य अल्विधि नास्ति उकार इति एक यदि उपधायाम् एक वर्ण अस्ति तो अल्विधि भवति न पुगन्तलघुपदस्य उकारः गुणः भवति पूर्वविधौ. अनन्तरं यकारस्य अकारः अपि लोपः द्वौ वर्णौ कार्यं भवति अत्र. अन्य सूत्रमपि कार्यं कर्तुम् अत्र शक्तिः अतो लोपो सूत्रेण निमित्तम् अपि तदा अत्रापि आर्धधातु कृते एव भगिनि अनल्विधौ इत्यस्मिन् निमित्तस्य विषये अस्ति. अत्र तु किम् अस्ति गुणधर्मान् स्वीकृत्य आगच्छति खलु गुणधर्माः, यत् आदेशस्यापि गुणधर्माः तिष्ठति वा इति प्रश्ने सति. अत्र तु तस्मिन् प्रश्ने एव नास्ति खलु स्थानिवत् आदेशानल्विधौ किं वदति, ये गुणधर्माः सन्ति तद् आदेशस्य अनन्तरम् अपि गृह्यन्ते वा इति तस्य यत्र आदेशः भवति तद् तर्हि तादृशगुणधर्माः गृह्यन्ते वा इति प्रश्ने सति तत् स्थानिवद् आदेश अनल्विधौ इति सूत्रं तस्मिन् विषये वदति. अत्र तु गुणकार्यस्य विषये अस्माकं प्रश्नः अस्ति, अस्माकं तु गुणधर्माणां विषये प्रश्नः नास्ति इति अस्य अस्मिन् स्थानिवद् आदेश अनल्विधौ अस्ति वा नास्ति वा इति चिन्तनमेव तत्र न भवति खलु इति चिन्तनं न भवति. किन्तु अहं वक्तुं ज्ञातुम् इच्छामि इति अल्विधि भवति वा न अनल्विधि अस्ति इति. परन्तु अत्र अनुवृत्ति भवति महोदय अनुवृत्तिः तु अस्ति. आं महोदय अनुवृत्तिः अस्ति स्थानिवद् इति अनुवृत्तिः अस्ति इति कृत्वा किम् अस्ति भिन्नविषये तद् अनल्विधिकार्यम् इति उक्तमासीत् खलु. किन्तु अनुवृत्तिः केवलं स्थानिवत् पूर्वविदो अनल्विदो इति अल्विदि इति न दत्तमस्ति अनुवृत्तिसूत्रे. अत्र पश्यन्तु सूत्रार्थः इत्यस्मिन् पश्यन्तु, अच्वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तं परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णवर्णाश्रितेषु कार्येषु अपि सः आदेशः स्थानिवद् भवति इति अत्र अष्टाध्यायी .com मध्ये सूत्रार्थः इत्यस्मिन्. यत्र कश्चन स्थानिनः कश्चन आदेशः विधीयते तत्र स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा इति प्रश्ने जाते अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरं दीयते. स्थानिवद् आदेशोऽनल्विधौ इत्यतः आरभ्य द्विर्वचनेऽपि इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणं नाम्ना ज्ञायन्ते. अस्य प्रकरणस्य इदं द्वितीयं सूत्रमस्ति इति. स्थानिवद् आदेशानल्विधौ इति अनल् आश्रितानां गुणधर्माणाम् आदेशे अतिदेशः विधीयते, परन्तु प्रक्रियासु कुत्रचित् अल् आश्रितस्य गुणधर्मस्यापि आदेशे अतिदेशः इष्यते. तदर्थम् आचार्येण प्रकृतं सूत्रं रचितम् अस्ति. ओ अस्तु, तर्हि अल्लाश्रितकार्ये अपि गुणधर्माः अतिदेशः भवतु इति कृत्वा एतत् सूत्रं रचितमस्ति. परनिमित्तिक कदा तदा समानगुणधर्मं प्राप्नोति इत्युक्ते परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवद् भवति इति अस्य विवरणं व्याख्यानेषु दीयते. अस्य अर्थः अयं यत्र परनिमित्तस्य आधारेण अचुवर्णस्य स्थाने कश्चन आदेशः भवति, यद्यपि एक अल्वर्णस्य एव कार्यमस्ति, तथापि तत्र स्थानिनः पूर्वं विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल्गुणधर्मः आदेशे अपि अतिदिश्यते इति. अवगच्छामि भगिनि सूत्रस्य अर्थ. अस्माकं उदाहरणे इता इति परनिमित्तकम् अस्ति. न, भवत्या इत्युक्तं सत्यम् अस्ति इति अहं पठितवती भगिनि. अल्निमित्तकार्यस्य विषये एव अस्ति एतदपि, किन्तु अल्निमित्तिककार्यस्य एव आचार्येण पुनः एतत् सूत्रं रचितं. स्थानिवद् आदेशानल्विदो किं वदति, अनल् विधिः अस्ति चेत् आदेशस्य भवति. अत्र तु यत्र यद्यपि अल्निमित्तिककार्यम् अस्ति तथापि गुणधर्माः विधीयन्ते इति. अस्तु, तु इति अल्विधि अस्ति अत्र. अत्र तु अल्विधिः अस्ति. अल्विधिः अस्ति काशिकायाम् अपि लिखितम् अस्ति, अल्विध्यर्थम् इदम् आरभ्यते इति आदेशः स्थानिवद् इति वर्तते. तु अत्र यकारस्य महत्वं नास्ति, केवलं अकार अन्ते अस्ति तस्य एव महत्वम् अस्ति. आम् आं भगिनि, इति मम अवगमनम्. अस्तु, क्षम्यता. न, बहु सम्यक् अस्ति भगिनि. एतादृश किम् अस्ति, मम एतादृशचिन्तनं पूर्वं कदापि नासीत. अधुना पठित्वा सन्तोषः जायते. चत्वारि सूत्राणि सन्ति इति स्थानिवत् प्रकरणं. महोदय, स्थानिवत् आदेशः सति तत्र वयं कृतवन्तः इति उक्तवन्तः. एतादृशं चत्वारि सूत्राणि इति पठितवन्तः वयम्. आमां भगिनि. अस्तु, द्विर्वचनेपि इति तत्सर्वं पठितवन्तः वा? स्थानिवत् आदेश तत्र प्रकरम् इति अस्ति महोदय. तत्र विद्याभगिनी कृतवती अस्माभिः. विद्याभगिनी कृतवती, वयं तु वर्गेण कृतवन्तः. अत्र तृतीयसूत्रं तु नूतनसूत्रमस्ति, न पदान्तद्विर्वचन वरच्छति किमपि. सा कृतवती चत्वारि सूत्राणि अस्माभिः सह. अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु, भवत्याः क्रमः आसीत् खलु भवती. अस्तु, यङ् लुगन्तधातूनां लुट् लकारस्य रूपसिद्धि आकारान्तधातवः दादा योग इता दादिता. इदानीं महोदय वर्गे उक्तवान् अत्र यथा अतो लोप अस्ति तत्र तथैव आतो लोप इति अपि एकं सूत्रम् अस्ति, अत्र न लिखितम् अस्ति, अग्रिमे सप्ताहे वयं करपत्रे पश्यामः. इति आकार यदि अस्ति तस्य अपि लोप भवति यदि लुट् लकारस्य इति स्थयां. सो यथा अतो लोप अस्ति अदन्तधातवः अस्ति यत् यङ् लुगन्तधातव यङ् धातव अदन्त अस्ति तेषां स्थित्यां यदि अतो लोप भवति इदानीम् आकारस्य यङ् यकारस्य यङ् इति तस्य लुक् भवति यङ्गोचि अनि सूत्रेण. इदानीं दा धातुः अस्ति दादा इति तिष्ठति दादा युग इता. सो इदानीम् आकारस्य लोपमस्ति दादिता इति भवति. इकारान्तधातवः शोश्री रूपं भवति दादिता इति सर्वे आत्मनेपदी धातवः भवन्ति. दादिता दादितारौ दादितारः दादितासे दादिता साथे दादिताद्वे दादिताहे दादितास्वे दादितास्महे. इकारान्तधातु शोश्री इदानीम् इता तत्र पुगन्त सार्वधातुक आदुधातुकयो अनेन भवति शोश्रे शोश्रे गुणं भूत्वा तदनन्तरम् एचो वयावर्णनम् अय आदेश भवति शोश्र इता भवति. रूपाणि वदामि वा भगिनि? वदतु भगिनि कृपया. शोश्रयिता शोश्रयितारौ शोश्रयितारः शोश्रयितासे शोश्रियु शोश्रयिता साथे यो शोश्रयिताद्वे शोश्रयिताहे शोश्रयितास्वे स्वे स्वहे शोश्रयितास्महे. अस्तु. उकारान्तधातु बोभू योग इता पुनः समानप्रक्रिया सार्वधातुक आर्धधातुकयो बोभो भवति तदनन्तरम् एचो वयावनम् अत्र अव आदेश भवति तो भोभविता भवति. सो भोभविता भोभवितारौ भोभवितारः भोभवितासे भोभविता साथे भोभविताद्वे भोभविताहे भोभवितास्वहे भोभवितास्महे. इदानीं ऋकारान्तधातु चक्रयोग इता अनेन गुणं भूत्वा अण् आदेशः भवति तदनन्तरम् ओणरपर अनेन अर् आगच्छति. सो चक्करि भवति चर्करिता इति भवति. इदानीं वर्णमेल भूत्वा चर्करिता चर्करितारौ चर्करितारः चर्करितासे चर्करिता साथे चर्करिताद्वे चर्करिताहे चर्करितास्वे स्वहे चर्करितास्महे. दीर्घरिकारान्तधातु तातृ समानप्रक्रिया गुणभूत्वात् तात्र तातर् तातल् इता तातरिता तातरिता तातरितारौ तातरितारः तातरितासे तातरितासाथे तातरिताद्वे तातरिताहे तातरितास्वहे तातरितास्महे. तदनन्तरमस्ति अदुपदधातु शासक योगिता. इदानीं केवलं वर्णमेलनं भवति शासकिता लेलिख् इति पुगन्तलघुपतस्य कार्यं करोति. सो लेखिता उदुपद यदि धातु अस्ति मोम्बुद् इदानीमपि पुगन्तलघुपदस्य कार्यं भवति गुण भूत्वा मोमो दीता भवति ऋतुपद धातु पुनः पुगन्तलघुपदस्य अनने वरि वर्तिता इति भवति. सो रूपाणि तथा पूर्वम् उक्तवती तथा तथैव भवन्ति. अग्रे अहं अत्र आतो लोप इति च इति सूत्रं ददाति इत्यत्र यत्र इडागमः भवति तादृश आर्धधातुकप्रत्ययः यत्र इडागमः भवति तदा तु आतो लोपः इति सूत्रम् अत्र अग्रे पश्यामः वा. क्यच् इति प्रत्ययः क्यच् क्यश् क्यङ् प्रत्ययान्तधातूनां लुट्लकारस्य रूपसिद्धिः. क्यस्य विभाषा इति सूत्रेण हलः परयोः क्यच् प्रत्यङोः प्रत्ययोः लोपः वा स्यात् आर्धधातुके. अत्र तु क्यस्य इत्यनेन क्यच् क्यश् इत्यस्यपि ग्रहणम् अस्ति भवति वा महोदयस्य विवरणे तु तत्र क्यश् क्यश् नास्ति. क्यश् कृते प्रक्रिया भिन्ना अस्ति. केवलं क्यच् अपि क्यङ्. अस्तु तेतयोः किं भवति प्रत्ययोः प्रत्ययोः एव लोपः भवति आर्धधातुके प्रत्यय परेति. तत्र क्यच् क्यङ् क्यश् इति प्रत्ययः मन्ये नामधातुतः विधीयन्ते इति मन्ये. नामधातुनिर्माणे आयान्ति इति कृत्वा प्रातिपदिकेभ्यः विधीयन्ते नामधातुनिर्माणे. तर्हि क्यस्य तत्र समिध्य इत्यस्मिन् समिध्य प्लस् इता समिधिता अत्रापि अनेकाचिति कृत्वा अत्र किम् अस्ति फलादिप्रत्ययतास् अस्ति इति कृत्वा भवति चेत् भवति. तर्हि समेध्य प्लस् इता अधुना क्यस्य विभाषा इत्यनेन तत्र किं प्रत्ययस्य क्यच् इति प्रत्ययस्य एव लोपः भवति इति कृत्वा समिध् योगयिता समिधिता इति भवति. अत्र विभाषा इत्यनेन विकल्पेन भवति. अस्तु समिध्ययोगहिता समिधिता समिधिता इति रूपद्वयं क्यङ् इत्यस्मिन्नपि समानमस्ति खलु समानमस्ति विकल्पं. तर्हि क्यश् इत्यस्मिन् किं भवति केवलम् एकमेव रूपं भवति वा तत्र वा क्यशः इति अस्ति किमस्ति अत्र वा क्यशः इति परस्य पद फिक्सस् ऐ यूस् फार् वर्ड्स् एण्डिङ्ग् इन् क्यश् परस्मैपदिनः भवन्ति वा किन्तु तदन्तात् धातोः वा परस्मैपदं भवति वा परस्मैपदं तर्हि किन्तु मम अत्र प्रश्नः अस्ति क्यश् प्रत्ययस्य यकारस्य लोपः भवति वा इति. आं भगिनि त्रयोः प्रत्यय प्रति यकारलोप य शब्दस्य लोपः भवति. भवति वा त्रिषु अपि? अस्तु किन्तु अष्टाध्यायी डाट् कामे केच् किङ् इति एव उक्तमस्ति. केच् इत्यस्मिन् उदाहरणार्थं लोहितायति लोहितायते इत्युक्ते तत्र यकारः अस्ति. पटपटायति पटपटायते इति अस्ति. तर्हि भवती केच् इति तु उभयपदी अस्ति. तत्र क्यङ् इति नित्य निश्चयेन आत्मनेपदि भवति. क्यङ् इति खलु परस्मैपदि भवति वा तद् जानामि. तत् लेट् लुक् क्यच् सुपः आत्मनः भाषा भगिनी कीदृशप्रत्ययाः सन्ति नामधातु निर्माणार्थं कृदन्तप्रत्ययाः सन्ति वा तद्धि नामधातु विभाषा इत्युक्ते विकल्पेन खलु हल् उत्तरस्य विभाषा लोपो भवति इत्युक्ते हल् उत्तरस्य यकारलोप विकल्पेन लोपः भवति हल् उत्तरस्य लोपः भवति अत्र अत्र पश्यन्ती अस्मि क्य इत्यस्मिन् क्यच् इति तु परस्मैपदिरूपाणि पश्यामि अहं क्यच् इत्यस्य आत्मनेपदिरूपाणि क्यश् इत्यस्य किम् अस्ति वाक्यशः इति परस्मैपदं वा धात् तद् अन्तात् धातोः वा परस्मैपदं भवति इत्युक्ते आत्मनेपदी यदि धातुः आत्मनेपदीम् अस्ति पदी अस्ति क्यश् योजनेन परस्मैपदं भवति इति तस्य अर्थः इति मन्ये किं भगिनि सूत्रं किम् आसीत् वा क्यशः 1390 अस्तु भगिनि अत्र न ख्येः इति सूत्रे दत्तमस्ति तत्र किम् अस्ति इति सूत्रे उदाहरणानि सन्ति येन वयं ज्ञातुं शक्नुमः अत्र परस्मैपदिनः वा आत्मनेपदिनः किं सूत्रं न ख्येः इति अस्तु 1415 परस्मैपदिरूपाणि दत्तमस्ति क्यङ् इति आत्मनेपदिरूपाणि अनन्तरं भगिनी उक्तवती खलु यत्र उभयपदिनः सन्ति क्यश् इति अत्र यस्य हलः इत्यनेन यकारस्य लोपः भवति खलु यत्र अनुवृत्तिः इति भगिनी विमला भगिनी भवती पृष्टवती खलु जलिपदान्ते च इत्यस्मिन् अत्र तु सरलम् अस्ति भगिनी जलि अपि कार्यं भवति पदान्ते अपि कार्यं भवति इति तावदेव अस्ति ओ एतावद् न अस्ति इति पदान्ते परन्तु जलि पर तत्र पर भवेत् इति नास्ति पदान्ते इति जलि अपि दलद्वयं न अपेक्षितम् एकमपि अस्ति चेत् भवति इति च इति अत्र समाहारः अस्ति तावदेव जलिपद च इति जलिपदान्ते च इति आगच्छति खलु सर्वे होड सर्वे सूत्राणि सर्वाणि सूत्राणि चोः कुः जलिपदस्य अन्ते च इति नास्ति चोः कुः आम् आम् भ्रश्च भ्रश्च जलिपदस्य अन्ते त्यज् इति न त्यज् इति अस्ति सुप् इति अस्ति त्यज् प्लस् सुप् त्यज् प्लस् सुप् इत्यस्मिन् त्वक् त्वच्छति स्वीकरोतु त्वच् त्वच्छति शब्दः त्वच् प्लस् सुप् त्वच् इत्यस्य लोपः भवति तदा किं भवति सकारस्य लोपः भवति खलु हल्याभ्यो सूत्रस्य अधिकं हल् इत्यनेन सकारस्य लोपः भवति तदा तु त्वज् इति तिष्ठति अधुना किं भवति त्वच् इति तिष्ठति अधुना चोः कुः इति सूत्रेण पदान्तकार्यमस्ति खलु इति कृत्वा त्वक् इति भवति अनन्तरम् अन्यत्र पश्यामः चेत् जलिपरेपि समानकार्यं भवति किम् अस्ति उदाहरणं सुप् भ्याम् इति अस्ति, त्वच् प्लस् भ्याम् इति अस्ति, अञ्चु धातु अञ्च अस्ति न न त्वच् प्लस् त्वच् इति अपि स्वीकृत्य कुर्वन्ति त्वच् प्लस् भ्याम् इति योगता त्वच् प्लस् भ्याम् इति यत्र अस्ति सुप् प्रत्ययपरे तु पदान्तकार्यं भवति, यत्र भ्यां भ्यस् इति आगच्छन्ति तत्र किं भवति त्वच् प्लस् भ्याम् इत्यस्मिन् अधुना जलि अस्ति खलु, जलि जलिपरे अस्ति इति कृत्वा त्वग् प्लस् भ्यां भूत्वा त्वग्भ्याम् इति भवति रूपं जलि जलि अस्ति. अत्र पदान्ते इति पूर्वतन उदाहरणं पुनः स्मारयतु भगिनि. वच् प्लस् उप् प्रत्ययः प्रथम प्रथमाविभक्ति एकवचने परन्तु अत्र त्वच् इति केवलं धातु अस्ति किल अस्तु किम् इत्यस्मिन् अर्थे त्वच् इति त्वच् प्लस् सुप् इत्यस्मिन् पकारस्य हलन्त्यम् इत्यनेन लोपः भवति. सुप् इत्यस्य तु सकारः सकारोत्तरति अकारः अनुनासिकः अस्ति खलु इति कृत्वा तस्यापि लोपः भवति उपदेश अजननासिके इति सकारः एव तिष्ठति. सामान्यतया राम प्लस् सकारः तत्र रामः इति आगच्छति प्रथमविभक्ति, अत्र तु त्वच् प्लस् सकारः आगच्छति हल्व हल्याभ्यो दीर्घसुतिसि अपृक्तं हल् इति सूत्रेण हल् उत्तरात् परे यत्र हल् पदन्त हल् उत्तरस्य हल् वर्णः पुनः आगच्छति तस्य तु लोपः भवति खलु सुतिप्स्य अपृक्तं हल् इति सूत्रेण सकारस्य लोपः भवति पूर्णतया अपगच्छति तदा तु त्वच्छति पदसंज्ञा भवति सुप्रत्ययस्य यद्यपि लोपः जायते पूर्णतया तदापि प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य पदसंज्ञा भूत्वा त्वच्छति पदम् अधुना पदान्ते त्वच् इत्यस्य चकारस्य कवर्गादेशः भवति त्वक् इति. ओ अस्तु अस्तु धन्यवादः भगिनि. भ्रमः अस्ति चेत् पुनः पुनः पृच्छामि. अत्र एकमपि अस्ति चेत् अपि कार्यं भवति, अत्र च इति समाहारः अस्ति तावदेव, जलि अपि कार्यं भवति नो चेत् पदान्ते अपि समानकार्यम्, उभयमपि कुत्रचित् अपि नागति यत्र यतोहि यत्र कुत्रापि जलि जलि अकिति एतावदस्ति, जलि अपि भवेत् अकिति अपि अकित् अपि भवेत् तत्र विशेषभावः नास्ति. अत्र पदान्ते जलि कथं वा पदान्ते भवितुम् अर्हति, जलिपरे इति यदा वदामः तदा कश्चन वर्णः परे अस्ति इति अवगन्तव्यं, किन्तु पदान्ते इत्युक्ते विरामः तत्र तु अनन्तरं किमपि नास्ति खलु. ओ अस्तु विपरीतत्वेन अस्ति खलु, इट् केनाट् बि अ विशेषणं, तर्हि विशेषणशेष अस्तु. किञ्चित् आलोचनं कृत्वा पुनः पृच्छामि. अस्तु धन्यवादः भगिनि. धन्यवादः. तावद् विरमामः वा? आं भगिनि धन्यवादः. शुभरात्रि. शुभरात्रि सर्वेषां. शुभदिनम्.